व्याकरणविषये सुस्वागतं, सर्वेभ्यः नमस्कारः. अस्तु, अनिल् महोदय, आरम्भं श्लोकं वदतु कृपया. आम् आम् महोदय. ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं कर्वावहे, तेजस्विनावधितमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. धन्यवादः. अत्र परिशिष्टं पाणिनेः सूत्राणां पद्धतिः. अत्र पाणिनेः सूत्राणां पद्धतिः, पद्धतिः इत्युक्ते अत्र एकं पन्थाः, अनन्तरम् अत्र मार्गः, प्रक्रिया किं किम् अस्ति. मार्गः एव अत्र अस्ति. इदानीं गतवर्गे एतत् विषये वयं पठितवन्तः. गतवर्गे तु आरम्भं कृतवन्तः, आरम्भं कृतवन्तः. न महोदय, प्रीवियस् दशम दशम लिङ्क् पूर्णतया अभवत् खलु, दशमकक्षायां दशम अत्र द्वितीयपाठान् पाठात् पर्यन्तम् अभवत् एव. अस्तु अस्तु, एतत् न अभवत् खलु. अत्र तृतीयपाठ अध्यायपर्यन्तम् अभवत्. अस्तु, षष्ठ अस्ति, उपरि उपरि द्वितीयप्रकरणं वा. हा, तृतीयपर्यन्तं, चतुर्थ न अभवत्, तृतीय अभवत्. अस्तु, उत्तमं, धन्यवादः. अत्र आदिप्रभृतिभ्यः शपः तप् लुक् भवति, जुहोत्यादिभ्यः श्लू तत्रापि लुक् भवति. सर्वत्र विकरणप्रत्ययं किञ्चित् स्थाने अस्ति, किञ्चित् स्थाने नास्ति चेत् तत्र द्वितीयगण अनन्तरं तृतीयगण एव. अस्तु, इदानीं भवानेव आरम्भं करोतु. लुक् प्रकरणम्. अस्मिन् प्रकरणे प्रत्ययस्य लोपः भवति. अधिप्रभृत्यभ्य शपः, शपः लोपः. भा योगति, भा योग शप् योगति, शपः लोपः भाति. जुहोत्यादिभ्यः श्लुः, श्लुः शपः लोपः. धातोः द्वित्वं, दा योगति, दा योग शप् योग शप् योगति, शपः लोपः. धातोः द्वित्वं, दा दा योगति, ददाति. अत्र तत् विषये एव शारदा शान्तभगिनी उक्तवती इति अहं मन्ये. दादा इति द्विधमस्ति, अत्र द इति अत्र केन सूत्रेण, भवान् एव उक्तवान् इति, केन सूत्रेण अत्र द इति ह्रस्वं भवति? ह्रस्वः, हा, ह्रस्वः इति सूत्रेण एव, तावदेव अत्रैव उत्तरमस्ति. इदानीमत्र एतत् अभवत् खलु, तत्र अदा अधिप्रवृत्तिभ्यः शपः इति अत्र शपः लुक् भवति, पूर्णतया लुक् भवति. अनन्तरमत्र जुहोत्यादिभ्यः श्लुः इति अस्ति, अनन्तरम् अन्यसूत्रमपि कार्यं करोति स्लौ इत्यनेन एव अत्र द्वित्वं भवति दा इति धातुः स्वीकुर्मः चेत् अत्र दा दा इति द्वित्वं भवति अनन्तरं प्रथम दा इत्यस्य ह्रस्वः इति सूत्रेण कार्यं भूत्वा अत्र तदा इति भवति अनन्तरं तिप् तिप्तस्ति सिप्तस्थ मिपुवस्मस् इति अस्ति तिप् इति प्रथमपुरुषविवक्षा अस्ति सर्वदा आरम्भम् एव करणीयं खलु अतः तत्र ति एव तितः अन्ति इत्यस्य अतः ति योजनेन ददाति इति अन्तिम किमस्ति डबल् वन् नैन् सेवेन् ओके वचितुम् क्षम्यताम् अत्र अतः तत्र अधिप्रवृत्तिभ्यः किं गणं गणं किम् कोऽपि वदति वा अदादिगण जुहोत्यादिभ्यः क्लुः जुहोत्यादिगणः द्वितीयगणः तृतीयगणः अस्तु इदानीम् अत्र गीता श्रीधर एव पठतु आं भगिनि पूर्णतया पठतु पूर्वं न दृश्यते भगिनि किञ्चित् उपरि इदानीं दृश्यते तृतीय चतुर्थ पञ्चम तृतीय अध्यायः धातुभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः प्रथमं सनादयः प्रत्ययाः विकरणप्रत्ययाः कृत् प्रत्ययाः भूतार्थे वर्तमानार्थे भविष्यार्थे च कृत् प्रत्ययाः लकारप्रत्ययाः भूतार्थे वर्तमानार्थे भविष्यार्थे च लकारप्रत्ययाः अनन्तरं कर्मणि भावे च कृत् प्रत्ययाः लकारप्रत्ययाः अनन्तरं स्त्रियां कृत् प्रत्ययाः चतुर्थ अध्यायः पठितव्यं वा भगिनि न न अत्र धातुभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः तृतीय अध्यायः अत्र प्रथमाध्यायं द्वितीय अध्यायं कुत्र भवति एतत् सर्वाणि विषयाणि अष्टाध्यायीसूत्रे खलु प्रथम अध्यायः प्रथमपादः प्रथमसूत्रम् इति अस्ति खलु कति अध्यायः सन्ति पाणिनेः सूत्रे अष्टाध्यायः समीचीनम् इदानीं तृतीयाध्याये तृतीय अध्याये किं किम् आगत्य कार्यं करोति चेत् अत्र सनादयः प्रत्ययाः सनादयः सन् अत्र द्युतं भवति बुभुक्षुः अत्रापि एकं वर्णं द्विवारम् आगत्य कार्यं करोति बुभुक्षुः इति अनन्तरम् अत्र विकरणप्रत्ययाः विकरणप्रत्ययाः पूर्वमेव वयं पठितवन्तः गतवर्गे अहं शान्ताभगिन्याः किञ्चित् विकरणप्रत्ययविषये क्लेशः आसीत् इति अहं मन्ये अतः मया सूचितमेव भुवादयो दातवः इति प्रथमगणः अस्ति चेत् अत्र विकरणप्रत्यये किम् शप् द्वितीयगणे तपुलुक् इदानीमेव इदानीमेव दृष्टवन्तः अधिप्रभृतिभ्यः शपः विकर्णप्रत्ययं लुक् भवति. जुहोत्यादिभ्यः श्लुः तृतीयगणः, तत्र अपि शपः लुक् भवति. इदानीं चतुर्थगणः किम्? अत्र एतत् प्रिण्ट् औट् करणीयमेव, समीपे स्थापयतु. चतुर्थगणः किम्? श्यन् प्रत्ययम्. उत्तमं. श्यन् श्यन् मध्ये किं तिष्ठति? पञ्चमगणः स्वादिगणः. स्वादिगणः किम् अत्र विकर्णप्रत्ययम्? उत्तमं. किं तिष्ठति अत्र? नु एव. स्थाने सार्वधातुक आर्धधातुकयोग इत्यनेन ओकारः भवति. आरम्भकाल सूचितम् एतत् विषयम्, अतः झटिति वक्तव्यम्. किम् अस्ति अनन्तरं? सुदादिगणः. अत्र किं भवति? अन्वन्तलोपानन्तरं तिष्ठति. परन्तु अत्र सार्वधातुक आर्धधातुकयोग इत्यनेन गुणकार्यं निषिद्धं भवति. अनन्तरं सप्तमगणः रुदादिगणः किम् अस्ति विकर्णप्रत्ययम्? न इति. अनन्तरम् अत्र रुदादिगणः अष्टमगणः तनादिभ्यः अस्तु. अनन्तरं त्रयादिगणः त्रयादिगणः किम्? अनन्तरं चुरादिगणः ऐ अपि अस्ति. अनन्तरम् अपि अस्ति. अत्र विकरणप्रत्ययं द्वे स्तः. अस्तु, इदानीं विकरणप्रत्ययं कृत् प्रत्ययाः भूतार्थे, वर्तमानार्थे, भविष्यार्थे. इदानीम् अत्र एतत् विषये एव मया कृत् प्रत्ययं प्रेषितम्. अत्र गतवर्गे मया प्रेषितं किम् उक्तवन्तः? अत्र अग्रिमकक्षायाम् एतत् द्रष्टुं शक्यते इति गीता भगिन्याः प्रेषितम्. मया अपि आम् इति मया अपि उत्तरं दत्तमेव. इदानीम् अत्र पश्येम, कृदन्तमस्ति, कृत् एव अन्ते भवति. अन्ते भवति इत्युक्ते आङ्ग्लभाषायां किम्? एण्ड्. आङ्ग्लभाषायां पूर्वम् उपसर्ग अस्ति चेत् अत्र किं भवति? उपसर्वं प्रिफिक्स्. प्रिफिक्स्. अनन्तरं कृत् अन्ते भवति चेत् अत्र सफिक्स्. सफिक्स् भवति. इदानीम् अत्र पश्यतु, कृत अक्तिङ्ग्. अत्र पदपरिचयं करणीयं. द्रष्टुं शक्यते खलु? कृदतिङ्ग् इति अस्ति खलु? द्रष्टुं शक्यते खलु? न. अन्य कोऽपि न द्रष्टुं शक्यते खलु? मया सूचितमेव न वा? अत्र अस्ति महोदय, सूक्ष्म अस्ति. सूक्ष्मविषये अस्ति. अहं तत्र बृहत् कर्तुम् इदानीं द्रष्टुं शक्यते खलु? मया बृहत् कृतम् अत्र न महोदय, समानेव. अस्तु, अहम् परन्तु अस्माभिः कर्तुं शक्यते. भवन्तः अपि ज़ूम् कर्तुं शक्यते एव. अहम् अत्र 3193 अहं तत्र गमिष्यामि. कृदस्ति इदानीं द्रष्टुं शक्यते अत्र अत्र अनन्तलक्ष्मी पदपरिचयं करोतु कृद तिङ्ग् पदपरिचयं पदच्छेद पदच्छेदः पदपरिचयः पदच्छेदः कृत् प्रथम एकवचनं न न न अत्र अत्र परिच्छेदमेव करोतु एतत् समीचीनं कृद् कृत् अतिङ् उत्तमं कृत् अतिङ्ग् जलां जशुन्ति भूत्वा प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति अतः तत्र कृदतिङ् भवति अतिङ् अतिङ् इत्युक्ते किम् अतिङ् नास्ति इति नातिङ् नातिङ् तावदेव नातिङ् नै तत्पुरुषसमासः तिङ् अत्र नास्ति तिङ् इत्युक्ते किम् तिङ् प्रत्ययः तिङ् प्रत्ययः कति अष्टादश नव परस्मैपदिनः नवै नव आत्मनेपदिनः इदानीम् अत्र पश्यतु इदानीमत्र पठतु अन्तलक्ष्मी पठतु पदच्छेदः कृत् प्रथमकाशिका अस्ति खलु अत्र काशिका पठतु ब्लू कलर् अस्ति अस्मिन् द्वात् अधिकारे धातु अधिकारे अत्र किं भवति सन्धि यन् सन्धि यन् सन्धि इको यन् शेचयन् अस्तु धातु अधिकारे स्वात्वधिकारे तिङ्वर्जितः प्रत्ययः कृतसंज्ञको भवति कृत्संज्ञकः भवति कर्तव्यं करणीयम् अतिङ् इति किं तावदेव अत्र स्थापयतु इदानीम् अत्र पश्यतु अस्मिन् धातु अधिकारे तिङ् वर्जितः वर्जितः इत्युक्ते त्यक्त्वा अत्र एतत् न प्रयोगम् अत्र किमपि कार्यं नास्ति एव तिङ् अतः तत्र कृ धातोः कर् भवति केन सूत्रेण एतदपि भवितुमर्हति एतदेव अत्र पश्यतु तद्यत् खलु अत्र कर्तव्य कर्तव्यः इति भवति कर्तव्यः अत्र एकनिमिषम् किं भवति द्रष्टुं न शक्यते खलु द्रष्टुं शक्यते महोदय अत्र कृ करणे इति भवति यत्र यत्र भूसत्तायां यद् वर्धते इति वृद्धिः यत्र यत्र धातुः विषये पठन्ति तत् समये अर्थमपि अवगन्तुं शक्यते एव कृ इत्युक्ते किं डुकृञ्च् करणे करणे एव करणे अत्र अस्माकम् अवयवः अस्ति खलु एतदेव करणं कार्यं करोति अतः एव करणे कर्तृकरणे तृतीया इति भवति कर्तृ कर्ता करणे कार्यं करोति कर्तृकरणे तृतीया तृतीया आगत्य कार्यं करोति अतः एव अत्र करणे इति भवति करणे अत्र अस्माकं शरीरं पूर्णतया किं भवति अवयवी इति भवति कम्प्यूटर् सङ्गणके अवयवी भवति परन्तु अन्तर् अततो गत्वा अत्र बहवः कार्याणि सन्ति, चिप् अस्ति, मूल अत्र किं प्रकृतिरूपेण बहवः सन्ति एव सङ्गणक अन्ततो गत्वा अन्तर्, अतः एतत् किं भवति अवयवः, सङ्गणकम् अवयवी यत् अत्र सामग्री अन्ते अस्ति, सर्वाणि विषयाणि किं किं सन्ति ते सर्वाणि अवयवः. इदानीम् अस्माकं शरीरं पूर्णतया, एतत्तु तर्कविषये वेदान्तविषये भवति, पूर्णतया अस्माकं शरीरं किं भवति अवयवः, अवयवी अवयवी इति भवति. अनन्तरम् अत्र अस्माकं हस्तः, पाणि, अत्र चक्षुः, इन्द्रियाणि सर्वाणि तिष्ठन्ति खलु एकस्मिन् स्थले. एतत् किं किं वक्तुम् इच्छन्ति अवयवः, अवयवः शरीरं पूर्णतया अस्ति चेत् अवयवी, अवयवी दीर्घम्, अवयवी इति दीर्घं कुत्रापि लिखतु. अनन्तरम् अत्र समीचीनतया अस्माकं कृते चक्षुः, अनन्तरं शिरः, कर्णः, मुखम्, एतत् सर्वाणि आस्यम्, एतत् सर्वाणि सन्ति खलु, एतत् पृथक् पृथक्तया अस्ति चेत् अत्र अवयवः. अत्र इति नम्म आळ्वार् इति एकम् आळ्वार् अस्ति, सः तु अवयवी अस्ति. अन्य आळ्वार् ते सर्वे अवयवः इति अस्ति, तदेव अत्र करणे इति अस्ति चेत् यत्र यत्र अस्माकं करणं कार्यं करोति दुकृञ्जिकरणे कुरु इत्यस्य, इदानीम् अनुबन्धलोपानन्तरं सव्यत् सव्य अनियत् त्रीणि कार्याणि अत्र सन्ति. सव्यत् अत्रापि सकारः लोपः भवति, सव्य एव तिष्ठति. अनन्तरं सव्य अपि अस्ति, अनन्तरम् अनीय करणीयम् इति भवति. इदानीम् अत्र क्रू इति अस्ति, क्रू धातोः केन सूत्रेण कर् भवति, अत्रैव उत्तरमस्ति, अत्रैव उत्तरमस्ति, झटिति वदतु, सार्वधातुक आर्धधातुकयोः इत्येन इत्यनेन कर् भवति. अनन्तरम् अत्र अहं वक्तुमिच्छामि, अत्र सार्वधातुको सार्वधातुक आर्धधातुकयोः इत्यनेन अत्र दीर्घं भवति वा ह्रस्वं भवति वा इक् वर्णः किमपि न उक्तम्, किमपि न उक्तम्. अतः एव पृथक्तया अन्यसूत्रमपि अस्ति, मनसि स्थापयतु, अत्र नास्ति, मनसि स्थापयतु, इको गुणवृद्धिः इति भवति. स्पष्टतया अत्र अस्ति खलु इको गुणवृद्धिः, इकः स्थाने गुणः भवति वृद्धिः भवति इति अत्र स्पष्टतया दत्तं सूत्रं. पाणिनिना सूत्रं किमपि व्यर्थं न भवितव्यम्, अत्र इको गुणवृद्धिः इति अस्ति, इकः स्थाने गुणः वा वृद्धिः वा भवति इति अन्यसूत्रमपि अस्ति, अग्रे पश्यामः. परन्तु तत्र मनसि स्थापयतु, इदानीम् अत्र कृ इति ऋकारस्य स्थाने कर् भवति केन सूत्रेण, सार्वधातुक आर्धधातुकयोः, एतदेव सूत्रमस्ति अत्र. अत्र इक् वर्णः अस्ति वा, दीर्घमस्ति वा, ह्रस्वं भवति वा इति किमपि अत्र न उक्तमेव. अत्र पश्यतु 7384 अत्र गोदमल् पठतु. गोदमल् अस्ति वा, सार्वधातुके आर्धधातुके च प्रत्यये परे इगान्तस्य अङ्गस्य गुणादेशः भवति, गुणादेशः भवति. अङ्गस्य इदन्तस्य इत् अस्ति अत्र इत् दीर्घमस्ति वा ह्रस्वं भवति वा इति पृथक्तया अन्यसूत्रम् अस्ति एतत् सर्वे जानन्ति एव झटिति वदतु धातोः एकः गुणवृद्धिः इति भवति पृथक्तया अन्यसूत्रमपि अस्ति अत्र ह्रस्वम् अस्ति चेत् एव पुगन्तलघुप अस्तु मया उक्तमेव पुगन्तलघुपदस्य च इति पुगन्तलघुपदस्य लघु अत्र एकवर्णः अस्ति चेत् एव कार्यं करोति इति पुगन्तलघुपद लघुपदस्य च अन्यसूत्रम् इदानीमत्र सार्वधातिक आर्धधातुके च प्रत्यये परे प्रत्ययम् इक् अस्ति ह्रस्वं वा इ ऊरु अस्ति ह्रस्वं वा दीर्घं वा किमपि अत्र न दत्तम् इदानीमत्र इको गुणवृद्धि एतदपि पश्येम इको गुणवृद्धि इदानीमत्र शान्तभगिनी अस्ति वा शान्तभगिनी अस्ति वा आमां पठतु यत्र यत्र गुणशब्देन गुणादेशः निर्दिश्यते उत वृद्धिशब्देन वृद्ध्यादेशः निर्दिश्यते तत्र सः आदेशः इक् वर्णस्य स्थाने भवति अत्र स्पष्टतया स्पष्टतया अत्र दत्तं यत्र गुणशब्देन गुण आदेशः निर्दिश्यते उत वृद्धिशब्देन वृद्धि आदेशः निर्दिश्यते तत्र सः आदेशः इक् वर्णस्य स्थाने भवति इति इक् वर्णस्य स्थाने एव अत्र गुणः वा वृद्धिः वा भवति इति तत्र स्पष्टतया तत्र स्पष्टतया तत्र इदानीमत्र गच्छेम प्रति गच्छेम अतः तत्र पश्यतु कर्तव्यं कृ धातुः कर् इति भवति अनन्तरं तव्य इति योजनेन कव्य कर्तव्यम् इति भवति अत्र तिङ् वर्जयित्वा कार्यं करोतु अनन्तरं करणीयं तदेव भवति अनीय योजनेन करणीयम् इति भवति अवगच्छति वा गीता टीचर् इदानीम् अवगच्छामि भगिनि अवगतम् इदानीं मन्ये वर्गविषये प्रति गच्छेम कृत् प्रत्ययः भूतार्थे भवति वर्तमानार्थे भवति भविष्यार्थे भवति अत्र त्रीणि अत्र काल विषये आगत्य कार्यं करोति लकार प्रत्ययः भूतार्थे वर्तमानार्थे भविष्यार्थे भवन्ति जानन्ति एव खलु अत्र भूधातुः स्वीकुर्मः चेत् अत्र भवति भवतः भवन्ति एतत् सर्वाणि भवन्ति अनन्तरम् अत्र भूधातुः स्वीकुर्मः चेत् अत्र कालत्रयमपि अस्ति सर्वे जानन्ति एव अत्र किमपि कार्यं नास्ति एव इदानीमत्र लकारप्रत्ययः अनन्तरं कर्मणि भावे च कृत् प्रत्ययः लकारप्रत्ययः कर्मणि भावे च अत्र कर्मणि भावे च अकर्मकः सकर्मकः इति कार्यं करोति अकर्मकः सकर्मकः अनन्तरम् अत्र किं भवति मया कार्यं मया क्रियते कर्मणि मया असितम् इति भवति मया असितम् अत्र कर्मपदं भावे न अस्ति एव मया असितम् अत्र भावे नपुंसकलिङ्गप्रयोगमेव कर्तुं शक्यते भावे कर्मणि मया क्रियते इति आत्मनेपदिनः अनन्तरम् अत्र भावे कर्मणि च कृत् प्रत्ययः तत्र अपि कृत् प्रत्ययः एव भवति अनन्तरम् अत्र लकारप्रत्ययः अपि अस्ति सीतः अन्ति सर्वाणि कार्याणि तत्र अपि भवन्ति इदानीं स्त्रियां कृत् प्रत्ययः स्त्रियां कृत् प्रत्ययः अत्र झटिति कोऽपि वक्तुं शक्यते वा क्रियां स्त्रीप्रत्ययं किम् अस्ति इति टाप् टाप् टाप् एतत् टाप् टाप् एतत् अस्ति. अनन्तरम् अत्र कृतप्रत्ययाः कृत् एकं मनसि झटिति आगत्य कार्यं कर्तव्यमेव. कोऽपि वदतु वदतु अनिल् महोदय. मन्ये न न इत्तिन् प्रत्ययं बुद्धिः सर्वदा स्त्रीलिङ्गपदं भवति खलु. गौरिः इक्तिन् प्रत्ययमेव अत्र आगत्य कार्यं करोति. स्त्रियां कृत् प्रत्ययाः इक्तिन् एव अत्र इक्तिन् सकारः इक् तिन् ककारः इत् भवति. अत्र ककारः अनन्तरं तस्य लोपः भवति. अनन्तरं इ एव तिष्ठति अतः एव इ एव तिष्ठति इक्तिन् प्रत्ययम् अस्तु. अतः तत्र तृतीय अध्यायः सनादयप्रत्ययः वितरणप्रत्ययाः कृत्प्रत्ययाः भूताते भविष्याते वर्तमानाते लकारप्रत्ययः अपि त्रीणि कालमत्र सूचितं. कर्मणि भावे च कर्मणि अत्र प्रथम भवति परन्तु आत्मनेपदी रूपं स्वीकृत्य भवति. अनन्तरं भावे अत्र कर्तृपदं नास्ति एव भावे कर्तरि कर्मणि तत्रापि अस्ति. स्त्रियां कृतप्रत्ययाः इत्थिन् भवति. अनन्तरम् अत्र अन्य सूत्रमपि अस्ति न्या प्रातिपदिकात् आगत्य कार्यं करोति अग्रे आगच्छति इति अहं मन्ये. अस्तु इदानीम् अत्र चतुर्थ अध्यायः इति अस्ति. अत्र अन्य कोऽपि न इतः पर्यन्तं पठितवन्तः वा. अस्तु गीता श्रीधर् पठतु चतुर्थ अध्यायः. चतुर्थ अध्यायः प्रतिपादिकेभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः. स्त्रियां ये प्रत्ययाः तद्धिताधिकारः. चतुर्थ अध्यायः प्रातिपदिकेभ्यः ये ये प्रत्ययाः विहिताः प्रातिपदिकेभ्यः किं किम् अस्ति अत्र प्रातिपदिकम् वदति वदतु. उत्तमं सुप् सुप् कति सन्ति 21 एकविंशति प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः प्रातिपदिकेभ्यः. अत्र कृत्वपि आगत्य कार्यं करोति. अनन्तरं सन्नन्दमपि आगत्य कार्यं करोति. अत्र यत्र यत्र अग्रे किञ्चित् इदानीं कृत् अपि वयं दृष्टवन्तः. स्त्रियां ये प्रत्ययः टाप् डाप् अनन्तरं नीष् नीप् नीन् सर्वाणि अत्र आगत्य. अनन्तरं तद्धित अधिकारः तद्धित अधिकारः अत्र बहवः सन्ति. तद्धित प्रकरणम् इति अस्ति अत्र बहवः सन्ति. अन्न प्रत्ययम् आगत्य कार्यं करोति. अन्न विशेषणतया अन्न अत्र तद्धित अधिकारः एतत् पृथक्तया अग्रे आगच्छति एव चिन्ता मास्तु. अन्न अक नायकः पाठकः भवनं गमनं एतत् अन्यसूत्रमपि अस्ति. परन्तु अत्र एतत् विषये पश्येम. अन्येव विनतायाः अपत्यं पुमान् मैनतयः इति अस्ति. अत्र तद्धित अधिकारः अपि अस्ति. इदानीमत्र पञ्चम अधिकारः अनिल् महोदय पठतु. पञ्चम अध्यायः तद्धितप्रत्ययाः विभक्तिसंज्ञकाः प्रत्ययाः अव्ययसंज्ञकाः प्रत्ययाः समासान्ताधिकारः उत्तरपदस्य प्रत्ययाः दीर्घः पन्थाः दीर्घपथः सर्वा रात्रिः सर्वरात्रः अत्र क्रीडनक्षणस्य बहवः कार्याणि सन्ति एव. इदानीम् अहम् एकं वक्तुम् इच्छामि. श्वः प्रातःकाले दशवादने मम श्रीलङ्का रामायणयात्रा अस्ति. फ्लैट् तु दशवादने, अत्र बोर्डिङ्ग् तु अष्टवादने, मया गन्तव्यमेव. अनन्तरम् अत्र एकसप्ताहे तत्रैव अहं तिष्ठामि. 21 to 27 सिक्स् पि एम् एव, षड्वादने एव मम फ्लैट्. नववादने एव आगन्तुं शक्यते एव. मम इच्छा अत्र अस्ति, किं किम् अस्ति चेत् इदानीम् अत्र एतत् किं किं पठितम्, अत्र किं किं सूत्रम् आसीत्, एतत् पृथक्तया स्वीकृत्य एकवारम् अत्र पठन्तु, स्मरन्तु अपि. अत्र अनिल् महोदयेन लिङ्क् प्रेषितुं शक्नोति एव. अनन्तरम् अत्र सर्वे मिलित्वा कार्यं करोतु. अनन्तरं रेकार्डिङ्ग् अपि करोतु अनिल् महोदय, कृपया. खलु कर्तुं शक्यते खलु? अस्तु. अनन्तरं मम कृते अनेकधन्यवादाः. भवान् एव अत्र ईमेल् प्रेषितवान्. अनन्तरं रेकार्डिङ्ग् अपि कर्तुं शक्यते एव. अत्र किञ्चित् किं कार्यं सुलभम् अभवत्. अतः एव गतवर्गे शनिवासरे रात्रौ अत्र अरविन्दमहोदय अपि वर्गाय आगतवान्. बहु समीचीनमासीत्. तस्य कृते अत्र आरोग्यं सम्यक् नास्ति, परन्तु अत्र किञ्चित् कार्यं भवान् स्वीकृतवान् खलु. अत्र वयसि अपि अधिकमस्ति भवन्तः अरविन्दमहोदय कृते. अत्र आरोग्यमपि सम्यक् नास्ति, परन्तु अत्र भवान् एतत् विषये बहवः अस्माकं कृते साहाय्यं कृतवान्. बहु धन्यवादः महोदय, बहवः धन्यवादः. धन्यवादः. इदानीम् अत्र पञ्चम अध्यायः किमस्ति चेत् सद्धितप्रत्ययाः. सद्धितप्रत्ययाः किं किं भवति? अनन्तरं विभक्तिसंज्ञकाः प्रत्ययाः, विभक्ति संज्ञा कथं भवति इति अत्र सुज सामोदाभ्याम् एतत् एतत् बृहत् अत्र अपि कार्यं करोति. विभक्तिसंज्ञकाः प्रत्ययाः अपि सन्ति. अव्ययसंज्ञकाः प्रत्ययाः, अव्ययमपि अत्र कार्यं करोति. अव्ययमित्युक्ते प्रादयः इति अस्ति, अत्र उपसर्गमपि अस्ति, अव्ययमपि अस्ति. एतत् सर्वाणि कार्याणि कृत्वा अत्र प्रिफिक्स् रूपेण आगत्य कार्यं करोति. अनन्तरं समासान्त अधिकारः बृहत् अस्ति. मया पूर्वं प्रेषितं ब्राह्मणः इति कथं भवति इति, अत्र ग्रूप् मध्ये अस्ति वा इति अहं न जानामि, परन्तु मया प्रेषितमेव. उत्तरपदस्य प्रत्ययाः, उत्तरपदस्य पूर्वपदमपि अस्ति, उत्तरपदमपि अस्ति. उत्तरपदस्य प्रत्ययाः आगत्य अत्र कार्यं करोति समासान्त अधिकारः. अत्र दीर्घः पन्ताः इति अस्ति. दीर्घः विसर्गं श्रूयते, पन्ताः अपि विसर्गं श्रूयते. दीर्घपथः इति भवति, दीर्घपथः. अत्र पथः इति पश्येम किं भवति चेत् अत्र विसर्गः लुप्यते. दीर्घ पन्ताः इति अस्ति, पथः एव अत्र अत्र किम् अस्ति, शब्दरूपेण गन्तुं शक्यते. पथः पथाः अत्र शब्दमञ्चरी अस्ति वा भवन्तः कृते? शब्दमञ्चरी अस्ति खलु? शब्दमञ्जरी अस्ति वा? पुस्तकं शान्ता भगिनी अस्ति खलु? अस्तु, अहं सूचयिष्यामि. गृहे अस्ति इदानीं नास्ति. पन्थाः इति पन्ताः कोऽपि अत्र द्रष्टुं शक्यते वा? पतः इति भवति, पतः पतः मम समीपे कुत्र गतम् एतत् पुस्तकम् इति अहं न जानामि. गीतासोपानमस्ति वा? गीतासोपानमिति पुस्तकमस्ति वा? अत्र गीतासोपानं द्वितीयभागः इति अस्ति. अत्र पश्यतु, नकारान्तः पुल्लिङ्गः पतिं शब्दः. नकारान्तः पुल्लिङ्गः पतिं शब्दः. अत्र पन्ताः इति प्रथमविभक्ति एकवचनम् अस्ति. अनन्तरम् अत्र पतः पतः इति पञ्चमी अपि भवति, अनन्तरं षष्ठी अपि भवति. अतः इदानीं पश्यतु, दीर्घपतः दीर्घपतः इति आगत्य कार्यं करोति. कुत्र? समासे दीर्घपन्थाः, तत्रापि दीर्घः इति विसर्गं लोपः भवति. पन्थाः इति प्रथमविभक्ति एकवचनं, पन्थाः. अनन्तरम् अत्र पन्थाः, पन्थानौ, पन्थानः, पन्थाः न पन्थानं, पन्थानौ, पतः इति भवति. दीर्घपतः द्वितीयविभक्ति बहुवचनं. अनन्तरं पतः पतः पञ्चमी षष्ठी अपि पतः एव भवति. दीर्घपतः. अनन्तरम् अत्र सर्वारात्रिः इति भवति. सर्वारात्रिः स्त्रीलिङ्गपदं, रात्रिः अपि स्त्रीलिङ्गपदम्. इकारान्तः इक्तिङ् प्रत्ययम्. अत्र ति एव तिष्ठति, रात्रिः ति एव तिष्ठति. सर्वारात्रिः, अत्र सर्वा इति अपि स्त्रीलिङ्गपदं, रात्रिः अपि स्त्रीलिङ्गपदं, परन्तु अत्र सर्वरात्रः इति पुल्लिङ्गपदम् आगत्य कार्यं करोति. मनसि स्थापयतु, अत्र समासं सर्वाणि पदानि अत्र स्मरन्तु न शक्यते वा? अत्र एकमेकम् इदानीम् अत्र तद्धितमस्ति चेत् विनतायाः अपत्यं पुमान् वैनतयः, विनतायाः सन् पुत्रः तस्य नाम वैनतयः इति तद्धितम् अन्न प्रत्ययं योजनेन वयं कर्तुं शक्यते. इदानीमत्र सर्वा अपि स्त्रीलिङ्गपदं, सर्वा सर्वे सर्वाः. इदानीं प्रथमाविभक्ति एकवचनं, रात्रिः इति अपि एकवचनं. इदानीं सर्वरात्रः इति पुल्लिङ्गपदम् आगत्य कार्यं करोति. समासविषये वयं गन्तुं शक्यते. तत् समये एतत् सर्वाणि विषयाणि अत्र स्मरन्तु भवति एव. इदानीम् अत्र शान्ता भगिनी पठतु. इदानीमेव पठितवती खलु. अनिल् महोदय पठतु. अहमेव पठत् महोदय, पठामि. अस्तु, गोदामल् पठतु. अस्तु, गीता श्रीधर् पठतु. आं भगिनि, षष्ठाध्यायः. द्वित्वप्रकरणं दा दादा ददाति सम्प्रसारणं सन्धिः संहिताधिकारः अत्र स्वरसन्धि विद्याजकसूत्राणि सन्ति यण्सन्धिः गुणसन्धिः वृद्धिसन्धिः सवर्णदीर्घसन्धिः इत्यादयः सन्धिमाध्यमेन यः कोऽपि विकारः भवति सः वर्णकार्यम् इत्युच्यते यतः विकारस्य कारणं वर्णम् एव यथा इको यणाचि लघुम् इकः स्थाने यण् आदेशः भवति अचिपरे संहितायां विषये अत्र इक् स्थाने यण् आदेशः भवति इक् स्थाने यण् आदेशः भवति कदा यदा अच् परे अस्ति को अपि स्वरः परे अस्ति चेत् पूर्वस्थितस्य इक् स्थाने यण् भवति अतः परे स्थितः अच् वर्णः अस्य कार्यस्य निमित्तम् अस्ति निमित्तं वर्णः अतः इदं कार्यं वर्णनिमित्तकं कार्यं वर्णकार्यम् पञ्चमाध्याये षष्ठमाध्याये अत्र द्वितीयप्रकरणम् अत्र प्रिण्ट् औट् करोतु प्रथमाध्याये किं किम् आगत्य कार्यं करोति द्वितीयाध्याये किं किम् अस्ति तत्र समीचीनतया तत्र दत्तमेव प्रथमाध्यायः संज्ञासूत्राणि भवन्ति अनन्तरम् अत्र सार्वत्रिकनियमाः किं किं पारिभाषासूत्राणि एतत् न पठितवन्तः इत्यसम्बन्धि अष्टाध्यायाः मानचित्रम् अधः अष्टाध्यायाः मानचित्रम् इदानीम् अत्र तस्मिन् निर्दिष्टे पूर्वस्य इति सप्तमी भवति अनन्तरं तस्मात् उत्तरस्य पञ्चमी विभक्ति भवति विप्रदिश्यते परं कार्यम् आं दृष्टवन्तः अनन्तरम् अत्र अतिदेशसूत्राणि अपि भवति सार्वधातुकम् अपि एतत् अपि पठितवन्तः द्वितीयाध्यायः किं किं भवति इति अनन्तरं तृतीयाध्यायः चतुर्थाध्यायः इदानीं पञ्चमाध्यायः दृष्टवन्तः इदानीं षष्ठमाध्याये किं किं भवति चेत् तत्र द्वित्वप्रकरणं तत्त्वे तत् स्थाने एव द्वित्वं भवति एकं वर्णः एकः वर्णः द्विवारम् आगत्य कार्यं करोति ददा इति भवति रस्वं भूत्वा ददाति इति अनन्तरं सम्प्रसारणम् इकोयनचि वयं जानीमः इकः स्थाने यन आदेशः भवति परन्तु सम्प्रसारणं यनः स्थाने इक आदेशः भवति उल्टा भवति अत्र सम्प्रसारणं भवति अनन्तरं सन्धिकार्यमपि अस्ति कुत्र सप्त षष्ठमाध्याये एव सन्धिकार्यम् अत्र वर्णकार्यमपि अस्ति अङ्गकार्यमपि अस्ति अनन्तरं चतुर्थपादः अत्र पृथक्तया दत्तं षष्ठमाध्याये किं किम् अस्ति द्वितीयप्रकरणम् एकं सम्प्रसारणमेकं सन्धिः एकं चतुर्थपादः किम् अस्ति अङ्ग अधिकारः प्रथमं वर्ण अधिकारः अस्ति वर्णमेलनेन किमपि कार्यं नास्ति वर्णमेलनमेव अकः सवर्णे दीर्घः इति कार्यम् अत्र वर्णकार्यम् इको एनसि इति यनादेशः अनन्तरम् अङ्ग अधिकारः अङ्गमपि भवति षष्ठम अध्याये एव अङ्गकार्यं भवति अङ्गम् अत्र प्रत्ययं योजनेन अङ्गकार्यं पूर्णतया भवति अतः प्रत्ययमपि अत्र बहु मुख्यमस्ति अनन्तरम् अत्र यथा भूयोगः नुल् एतत् नुल् इति किं भवति प्रत्ययं भवति अनन्तरं नुल् मध्ये नुल् इति प्रत्ययः नुल् प्रत्ययम् अङ्गं भू इति अस्ति इति युक्तं भूयोगः नुल् अकः इति आगच्छति युवरणाक इति सूत्रेण अनन्तरम् अकः इत्यस्य कारणेन भूधातोः वृद्धिः भवति अतः एतत्तु नुल् अस्ति, आर्धधातुकम् अस्ति, अतः तत्र नुल् भूधातोः वृद्धिः भवति. वृद्धिः भवति चेत् ऊकारस्य स्थाने ओकारः भवति. इदानीमत्र वृद्धिः भवति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः नास्ति. मनसि स्थापयतु, एतत्तु आर्धधातुकप्रत्ययमस्ति नुल्. इदानीमत्र शप् इति सार्वधातुकप्रत्ययमस्ति, अतः गुणकार्यं भवति. इदानीमत्र अकः इति अक् नुल् इति अक भवति, एतत्तु आर्धधातुकप्रत्ययमस्ति, वृद्धिः भवति. भूधातुः वृद्धिः भूत्वा दीर्घ ऊकारस्य स्थाने औकारः भवति, बौ इति भवति. अनन्तरं एचो एव यावः इति कार्यमस्ति खलु, अस्ति वा नास्ति वा? एचो एव यावः स्थाने आौ भवति, अतः बौ भवति. बौ अनन्तरम् अकः योजनेन भावकः इति भूधातुः ऊकारस्य वृद्धिः अङ्गकार्यम्. एतत् भूत्वा एव अनन्तरम् अत्र बाव् इति भवति खलु, एतदेव अत्र अङ्गकार्यम्. अनन्तरम् अक इति प्रत्ययं योजनेन भावकः इति भवति, नायकः अत्र अपि अक भवति. इदानीमत्र क्रू योगः अक अङ्गकार्यं किं भवति? क्रू इत्यस्य कार् भवति, कृ कार् भवति, वृद्धिः भवति. इदानीमत्र खर् भवति, इदानीमेव दृष्टवन्तः सार्वधातुक आर्धधातुकयोः इत्यनेन क्रू करणे भवति खलु, क्रू अत्र कर्तव्यम् इति कृस्थाने खर् दृष्टवन्तः सार्वधातुक आर्धधातुकयोः इत्यनेन. इदानीमत्र कृ नुल् इति सार्व आर्धधातुकम् अस्ति, अत्र वृद्धिः एव भवति, अतः कार् भवति. कार् योगः अकयोजनेन कारकः इति भवति. कारकः इत्युक्ते किम्? सप्तकारकाणि कारकं किं भवति? उत्तमं, विभक्तिरूपमेव. कारकं कुत्र भवति? विभक्त्याः भवति यत्र गतवर्गे उक्तवती इति अहं मन्ये, गीता श्रीधर, यत्र क्रिया अन्वयति तत् स्थाने एव कारकं भवति खलु. रामः गच्छति, रामः गच्छति, अत्र क्रिया अन्वयति, अतः तत्र प्रथमाविभक्ति वयं स्वीकर्तुं शक्यते एव. रामः गच्छति तदेव अत्र. इदानीम् अत्र कारकः इति भवति, कारकम् इत्युक्ते अत्र क्रिया यत्र अन्वति. इदानीं कारकः अकः योजनेन, कृयोगः तृच् अत्र गुणः भवति, कर् इति भवति, कर्तृ कर्ता प्रथमाविभक्ति एकवचनं, कर्तृ इति प्रातिपदिकं भवति. तृच् भवति चेत् सकारः, एतदपि आर्धधातुकप्रत्ययमेव, परन्तु अत्र गुणः इकः गुणवृद्धिः. एतत् स्वीकुर्मः चेत् तत्र किञ्चित् स्थाने वृद्धिः भवति, किञ्चित् स्थाने गुणः भवति. कृयोगः त्वा प्रत्ययं योजनेन गुणवृद्धि निषेधकः भवति, अत्र गुणः अपि न भवति, वृद्धिः अपि न भवति. कृत्वा अत्र त्वा इति ककारः नित्यसंज्ञकः भवति, वशपतति इत्यनेन. कृस् इदानीमत्र कृ एव तिष्ठति, त्वा योजनेन कृत्वा एव भवति. अत्र किञ्चित् परिवर्तनं किमपि नास्ति एव, तावदेव. अत्र कारकः कर्तु कर्ता भवति, कृत्वा. एतत् सर्वाणि अत्र चतुर्थपादः भवति. उपरि दृष्टं वृद्धिः गुणः, गुणवृद्धिनिषेधः च इदं सर्वम् अङ्गकार्यं, यत् तस्य कारणं हेतुः निमित्तं परे स्थितः प्रत्ययः. परे यत्र प्रत्ययं तिष्ठति एतत् अनुसृत्य एव अत्र अङ्गकार्यं पूर्णतया भवति. इदानीमत्र स्वरः वयं जानीमः, इ इ उ यु रु इति अस्ति इकवर्णः स्वरः. गुणः इ इ स्थाने ए भवति, उ उ स्थाने ओ भवति, ऋ ऋ स्थाने अर् भवति. वृद्धिः भवति चेत् तत्र किं भवति? ऐ ओ आर् इति भवति. वयं सर्वं जानीमः, गुणसन्धिः विषये वयं पठितवन्तः, वृद्धिसन्धिः अपि वयं पठितवन्तः. इदानीम् अत्र सप्तम अध्यायः शारदा भगिनी पठतु एकनिमिषम् इतपर्यन्तम् अत्र प्रश्नः उदेति वा नास्ति चेत् अग्रे गच्छतु सन्त पठतु सान्ता नास्ति चेत् अनिल् महोदय पठतु सप्तम अध्यायः अङ्गकार्य गीतादेशः इडकामः इडागमः प्रकरणं यथा खादितवान् इत्यस्मिन् खाद् धातु योगः इडागमः योगः इत्तवतु प्रत्ययः सार्वधातुकप्रत्यये परे अङ्गकार्य सार्वधातुकदातयोः उगन्तलघुपदस्य च वृद्धिप्रकरणम् इति इति तद्धितेषु अभ्यासकार्यप्रकरणं यत् कार्यं भवति वित्वानन्तरं यथा दा दादा ददा ददाति इति अत्र सप्तमाध्याये किं किं भवति अङ्गकार्यं तत्र अपि अङ्गात् परस्य प्रति आदेशः भवति प्रति आदेशः भवति इडागमः प्रकरणम् अत्र भवति इडागमः श्रूयते एव गमिष्यति इति इकारः श्रूयते गत्वा अत्र इडागमः न श्रूयते गन्तुम् अर्हति गन्तुं तुमुनान्तं त्वा प्रत्ययम् अत्र किमपि इडागमः न श्रूयते गमिष्यति इति इडागमः श्रूयते अत्र अत्र आददातुकस्ये बलादेः वैप्रत्ययारमस्ति चेत् अत्र इडागमः भवति एतत् पूर्णतया अत्र अग्रे आगच्छति एव प्रत्येकं स्वीकृत्य कार्यम् अत्र कर्तुं शक्यते एव इडागमः भवति अनन्तरं सार्वधातुकप्रत्यये परे अङ्गकार्यं सार्वधातुक आर्धधातुकयोः इत्यनेन अनन्तरम् अत्र पुगन्तलघुपदस्य च अपि कार्यं करोति गुणकार्यम् अनन्तरम् अत्र वृद्धिप्रकरणम् इति स्थिति तद्धितेषु निति अपि अत्र आर्धधातुकप्रत्ययम् अत्र वृद्धिः भवति अचोन्निति इति भवति चित् अस्ति चेत् अत्र अनन्तरं तद्धितेषु अत्र वृद्धिः भवति वृद्धिप्रकरणं कुत्र कुत्र आ ऐ आ अनन्तरं वृद्धिः अन्यवर्णौ एव ऐ औ आर् इदानीमत्र वृद्धिकार्यम् अचोयिन् इति इत्यनेन अचोन् इति प्रायः कुत्र भवितुम् अर्हति निच् प्रत्ययोजनेन आर्धदातुकं निच् इति मध्ये अत्र प्रायः मोस्ट्लि अत्रैव भवति अचोयिन् इति अनन्तरम् अभ्यासकार्यम् इत्युक्ते द्वित्वं भवति अभ्यासम् इत्युक्ते एकवर्णं द्विवारम् आगत्य कार्यं करोति यत् कार्यं भवति द्वित्वानन्तरं यदा यथा सा इति धातुः स्वीकुर्मः चेत् दादा ददा इति भवति ददाति अस्तु इदानीम् अष्टमाध्यायः गीताश्रीधर् पठतु अष्टमध्यायः पदस्य इत्यधिकारः पूर्वत्र सिद्धत्वाधिकारः हल्सन्धि विसर्गसन्धि सत्त्वप्रकरणं नत्वप्रकरणं फलं फलानि हिन्दु पुष्पं पुष्पाणि अष्टम अध्यायः एतत्तु पदस्य इति अधिकारः पदस्य पदं कुत्र भवति सूत्रं किम् एकं सूत्रमस्ति खलु पदसंज्ञा सूक्तिगन्तं पदं तत्रैव भवति पदस्य इति अधिकारः अनन्तरं पूर्वत्र सिद्धम् अधिकारः पूर्वत्र सिद्धं पूर्वं कार्यं करोति इति अनन्तरं हल् सन्धिः भवति हल् सन्धिः विषये भवति, विसर्गसन्धिः अपि भवति. षत्वप्रकरणं सः दात्वा देहे सः पूर्वम् अस्ति चेत् एतत् लोपः भवति. अनन्तरं तत्र ताल दन्त्यसकारः आगच्छति, अत्र अपि षत्वप्रकरणम्. अनन्तरं नत्वप्रकरणं दन्ते नकारस्य स्थाने मूर्धने नकारः नूनः. अनन्तरम् अत्र अटुकुपवाहनं व्ययवायेपि रसाभ्यां नूनः. अनन्तरम् अत्र एकं वाच्यमपि आगत्य कार्यं करोति. अस्तु, एतत् सर्वाणि अत्र नत्वप्रकरणे भवन्ति इति. दीक्षितपुष्पायाः अष्टाध्यायीसूत्रपाठस्य पृष्ठसङ्ख्या 11 to 28 प्रत्येकम् अध्यायस्य पादस्य च सारांशः इतोपि विवरणे विस्तारणे उत्तरणे उक्तः. अत्र मम समीपे एतत् पुस्तकमस्ति, अहं पश्यामि किम् अस्ति इति. अग्रिमवर्गे अहम् एतत् विषये पाठयिष्यामि. गीता श्रीधर् एतत् मङ्गलसूत्रं महोदय अग्रिमवर्गे प्रेषयतु, भवानेव प्रेषयतु, भवानेव चालयतु, मिलित्वा कुर्वन्तु किं किं सूत्राणि सन्ति इति. अनिल् महोदय अस्तु, अत्र विरामः न स्वीकरोतु, 1 hour एव. अस्तु, गीताश्रीधर् अन्तिमश्लोकं वदतु, मङ्गलश्लोकम्. अस्तु भगिनि. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदश्यते पूर्णस्य पूर्णमाधाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. श्रीसरस्वत्यै नमः. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनी. धन्यवादः. शुभदिनं सर्वेभ्यः.